नमः सर्वेभ्यः. अस्माकं विषयः अस्ति सार्वधातुकलकारः अर्धधातुकलकारः च अधिकचिन्तनम् इति विषयः अस्ति. इति विषयः वस्तुतः अनुवर्तते. तर्हि एतावता किं किम् अधीतम् इति किञ्चित् पुनःस्मरणं कुर्मः. अत्र जयलक्ष्मी भगिनी स्मरयति वा किम् अधीतम् अत्र? आं भगिनि, अत्र प्रथमतया सार्वधातुकम् अर्धधातुकम् इति नाम कुतः आगतम् इति, सार्वधातुकप्रत्ययः एव प्रत्ययसंज्ञा अस्ति सार्वधातुकं च अर्धधातुकं च, इत्युक्ते सार्वधातुकं च प्रत्ययस्य नाम अस्ति, अर्धधातुकं च प्रत्ययस्य नाम अस्ति. तदनन्तरं सार्वधातुकलकाराः इत्युक्ते किम् इति प्रश्नः आसीत्. यस्मिन् लकारे अनन्तरं प्रत्ययः अस्ति, सः प्रत्ययः कर्तर्थे भवति, अनन्तरं सार्वधातुकप्रत्ययः च भवेत्. तत्समये धातुना तिङ्प्रत्ययः दृश्यते. तदर्थं शप् प्रत्ययः, कर्तरि शप् इति सूत्रेण शप् प्रत्ययः विधीयते धातोः अनन्तरं, न चेत् धातोः तिङ्प्रत्ययद्वयोः मध्ये कर्तृषप् इति सूत्रेण शप् प्रत्ययः विधीयते. तादृशस्य लकारः सार्वधातुकलकारः इति उच्यते. आर्धधातुकलकारः इति चेत् धातोः अनन्तरं प्रत्ययः भवेत्, किन्तु कर्तृतः सार्वधातुकप्रत्ययः न, तदर्थं धातुना धातुना तिङ्प्रत्ययः न दृश्यते. कर्तृषप् इति सूत्रेण शप् अपि न विधीयते. तादृशस्य लकारः आर्धधातुकलकारः इति उच्यते इति अपि अस्माभिः दृष्टं. बहु समीचीनं भगिनि. आर्धधातुकलकारेषु किमर्थं धातुना तिङ्प्रत्ययः न दृश्यते? तत्र व्यवधानमस्ति, तत्र लकारं निमित्तीकृत्य प्रत्ययः आयाति, तदर्थं धातुना तिङ्प्रत्ययः न दृश्यते. हा, समीचीनं, बहु समीचीनं, तथैव अस्ति. हा, अर्धधातुकलकारेषु धातुना तिङ्प्रत्ययः न दृश्यते, यतोहि मध्ये व्यवधानम् अस्ति. चतुर्षु लकारेषु व्यवधानम् अस्ति, अपि च लिट् लकारे आशीर्लिङ्गलकारे किं भवति? लिट् लकारे आशीर्लिङ्गलकारे तिङ्प्रत्ययः अस्ति चेदपि तत्र अपवादसूत्रेण तिङ्प्रत्ययः लिट् लकारे आशीर्लिङ्गलकारे च तिङ्प्रत्ययः आर्धधातुकप्रत्ययः इति विशेषणरूपेण उक्तम्. अतः तस्मिन् कृते आर्धधातुकलकारः तस्मिन् गणे एव सन्ति, लिट् आशीर्लिङ्ग् च. सत्यं, तत्र तिङ्प्रत्ययः साक्षात् अर्धधातुकः, अतः कर्तरिषप् इत्यस्य अवकाशः एव नास्ति. अतः तत्र तु भेदक्लेशः एव नास्ति. प्रत्ययः एव अर्धधातुकः, अतः कर्तरिषप् इत्यस्य अवसरः नास्ति. अतः तादृशलकारः अपि अर्धधातुकलकारः. आहत्य षट् लकाराः अर्धधातुकलकाराः के? लृट्, लुट्, लृङ्, देन् आशीर्लिङ्ग्, लिट् अण्ड् लुङ्. लेट् इति भवति, आशीर्लिङ्ग् तु गणनी न गणयति. ऐ थिङ्क् विधिलिङ्ग् आशीर्लिङ्ग् अपि अस्ति. लेट् लेट् लेट् इदानीं चिन्तनं मास्तु. लेट् इति तु वेदे अस्ति, अतः इदानीम् अस्माकं लौकिकचिन्तने तत्र तु लेट् नास्ति, केवलं षट् लकारः. अस्तु अस्तु. लेट् लकारे कीदृशी व्यवस्था इति अहं न जानामि, यतोहि तत्र वेदप्रक्रिया कथं भवति इति न जानामि, न पठितवती. अतः लेट् इति इदानीं मास्तु. अस्तु, समीचीनम्. एतावता सर्वेषां कृते स्पष्टता अस्ति वा? नमस्ते भगिनि, विलम्बः जातः, विजयलक्ष्मी. हा, नमस्कारः भगिनि, चिन्ता नास्ति. अन्य कोऽपि अस्ति वा? नाम उचितम्? आम भगिनि, आ भगिनि, सूर्यकुमार अस्मि. सूर्यकुमारी भगिनी, नमस्कारः. नमस्ते भगिनि, सुमन् अपि अस्मि. सुमन् भगिनी नमस्कारः. अस्तु, एतावत् सर्वेषां कृते स्पष्टता अस्ति वा? यतोहि इदमेव तत्र अयं मूलविषयः अस्ति, अतः सर्वेषां कृते स्पष्टता स्यात्. अस्तु, प्रश्नः नास्ति चेत् अग्रे सर्तुं. एकः प्रश्नः भगिनि, प्रश्नः अस्ति, आर्धातुक लकारः लस्य उपरान्त तिङ् अस्ति. यदि तिङ् अस्ति तर्हि कर्तृक् अस्ति वा नास्ति, मम प्रश्नः. विवक्षानुगुणं यदि भवतः विवक्षा कर्तरिप्रयोगः अस्ति चेत् कर्त्रार्थे अस्ति, यदि भवतः विवक्षा कर्मार्थे अस्ति चेत् कर्मार्थे अस्ति. धन्यवादः. तर्हि सर्वत्र विवक्षानुगुणं, सर्वेषु लकारेषु प्रत्ययः कर्त्रार्थे अपि भवितुम् अर्हति, कर्मार्थे अथवा भावार्थे अपि भवितुम् अर्हति. अस्माकं विवक्षानुगुणं प्रत्ययः भवति. Can I just sum it up in just two lines? Kim sum karaniyam? No, no, can I? I'm just sum it up, just tell me right or wrong. Okay. Lut, lot, vigiling, one more. Lung. एतत् सर्वं सार्वधातुकप्रत्ययं भवति, तत्र अर्थे कर्तरि शप् इति भवति. प्रत्ययं दृश्यते कोऽपि न, अत्र सम्यक्तया वक्तव्यं. सं करणीयं चेत् सम्यक्तया वक्तव्यं. प्रत्ययः अस्ति, कर्तरि शप् भवति इति तथा नास्ति. अत्र सम्यक्तया वदतु, एकवारं पुनः वदतु. लट् लोट् लङ् विदिलिङ्ग् एते गणाः सार्वधातुकप्रत्ययः भवति. एते धातवः सार्वधातुकप्रत्ययः भवति इत्यनेन किम्? धातूनां गणनिमित्तिकप्रत्ययानां दृश्यन्ते. कोऽपि सारि तिङ् तिङन्तप्रत्ययानां दृश्यन्ते, कोऽपि गणनिमित्तिकप्रत्ययानां नास्ति. न, तथा नास्ति. इत्युक्ते सार्वधातुकलकारः इत्युक्ते धातुना सार्वधातुककर्त्रार्थक तिङ् प्रत्ययः दृश्यते. इदानीं धातुः अस्ति, भू इति धातुः अस्ति, तदनन्तरं तत्र ति इति प्रत्ययः अस्ति. साक्षात् तत्र व्यवधानं नास्ति, मध्ये व्यवधानम् अथवा बाधानं नास्ति. प्रत्ययानां तिङन्तप्रत्ययानां दृश्यन्ते आर्धधातुकलकारेषु. अतः तत्र गणनिमित्तिकविकरणप्रत्ययस्य अवसरः अस्ति. गणनिमित्तिकविकरणप्रत्ययः आगन्तुं शक्नोति. ओके. आर्धधातुकलकारेषु लकारनिमित्तिकप्रत्ययम् अस्ति. ते लकाराः तिङन्तप्रत्ययं न दृश्यन्ते, मध्ये लकारनिमित्तिकं प्रत्ययं भवन्ति. एतत् कारणात् आर्धधातुकप्रत्ययात् कारणात् कर्तरि शप् इति सूत्र भवितुम् अर्हति न. सत्यं. धातु तिङ् प्रत्ययोः मध्ये तत्र लकारनिमित्तिकप्रत्ययः अस्ति कृत्वा धातुना तिङ् प्रत्ययं द्रष्टुं न शक्यते, अतः कर्तरि शप् इत्यस्य अवसरः नास्ति. कर्तरि शप् कार्यं कर्तुं न शक्नोति, यतोहि कर्तरि शप् इति सूत्रे निमित्तम् अस्ति कर्त्रार्थकसारधातुकप्रत्ययः धातोः साक्षात् अनन्तरम् अस्ति चेत् एव शप् विधानं, शपः विधानं भवति. कर्त्रार्थे भवनीयम् अण्ड् सार्वधातुकप्रत्ययं परे इट् हेस् टु बि दट् अदर्वैस् इट् इस् कर्तरिषप् न भवितुम् अर्हति. भगिनी एकः झटिति प्रश्नः भगिनि, इदानीं विकर्णप्रत्ययश्च यथा गुणं भवति तस्य कारणं च तिङ् प्रत्ययः एव वक्तुं शक्यते खलु, कर्तरि शप् तिङ् प्रत्ययः इति कुत्र गुणः? इदानीं श्नु इत्यस्य नो ओकारः तादृशम् ऊ इत्यस्य ओ तादृशं विकर्णप्रत्ययमध्ये यथा गुणः भवति तस्य कारणं तत्र विकर्णप्रत्ययस्य गुणः इति न वदामः, तत्र अङ्गस्य गुणः, अङ्गे इक्वर्णस्य गुणः. विकरणप्रत्ययस्य यद्यपि विकरणप्रत्ययस्य योजनानन्तरं तत्र विकरणप्रत्ययस्य एव गुणः इति दृश्यते, तथापि विकरणप्रत्ययस्य गुणः इति न वदामः, अङ्गस्य गुणः. अङ्गं भवति खलु तत्र श्नो इति प्रत्ययं योजयित्वा तत्र यद् अङ्गम् अस्ति अङ्गस्य अन्ते इक्वर्णः अस्ति इति कृत्वा गुणः. अस्तु, श्नो इति श्नो भवति एतेन न तस्य कारणं च परे सावधातुकप्रत्ययः अस्ति इति कारणात् एव एतादृशं गुणः भवति इति खलु, तदेव कारणं खलु. सत्यं सत्यं सत्यं, यतोहि तिङ् प्रत्ययः सार्वधातुकः अस्ति, अतः सार्वधातुकार्थधातुकयोः अथवा पुगन्तलघुपदस्य च इत्यनेन गुणकार्यं सम्भवति. सत्यं, पुगन्तलघुपदस्य पुगन्त यदि उपादायम् इक्वर्णः अस्ति चेत् तत्रापि भवति चेत्. अस्तु अस्तु, आम् धन्यवादः भगिनी. भगिनी एकः संशयः, शतासि लुलुटु 3137 सूत्र नम्बर्, कर्तरि शप् 3168, अतः एव शतासि लुलुटो कर्तरि शप् सूत्रस्य अग्रे आगच्छति वा? अतः पूर्वमस्ति लुलुटो 37, 68 अस्ति कर्तरि शप्, अतः एव बाधा अपि न आगच्छति न कर्तरि शप्, कर्तरि शप् न आगच्छति न. मम संशयः आर्धधातुकलकारे किमर्थं न दृश्यते, अहं चिन्तयामि शतासि लुलुटो अस्य विकरणप्रत्यय आगच्छति अवगच्छामि, किमर्थं कर्तरि शप् पूर्वे आगच्छति इति सूत्रकारणात् वा? न न, अत्र सूत्रसङ्ख्यां पश्यामः चेत् कर्तरि शप् इति परसूत्रमस्ति इदानीम् अत्र इति परसूत्रमस्ति, तर्हि सामान्यतया परसूत्रस्य बलं भवति, अतः कर्तरि शप् इति एव प्रथमं कार्यं करोति इति वयं चिन्तयामः. परन्तु एतस्मिन् विषये तत्र बलाबलचिन्तनं भवति खलु, तद् अग्रे परिशिष्टे अस्ति, तत्र तस्मिन् सन्दर्भे पश्यामः. अत्र अस्मिन्नेव करपत्रे परिशिष्टम् इति अस्ति, तत्र भवत्याः प्रश्नस्य उत्तरमस्ति, तत्र पश्यामः किम् अस्ति इति विस्तृतरूपेण पठित्वा पश्यामः. अस्तु, तर्हि इदानीं ततः अग्रे कर्तुं शक्नुमः. इदानीं तनादिगणे ऊ इति विकरणप्रत्ययस्य आर्धधातुकत्वात् किं भवति इति प्रश्नः अस्ति, तर्हि अत्र वसन्ती भगिनी पठति वा? अस्तु भगिनि, ऐ एम् सर्चिङ्ग् द पेज्. सेक्षन् 9. नवमः बिन्दुः. यस्, ओके, सोरि, थेङ्क् यु. तनादिगणे ऊ इति विकरणप्रत्ययस्य आर्धधातुकत्वात् किं भवति? ऊ प्रत्ययस्य आर्धधातुकत्वात् विद्यमाने धातुरूपी अङ्गे गुणः भवति यथासङ्गम्. तनादिगणे विकरणप्रत्ययस्य प्रभावेन कुत्रचित् गुणः अपेक्षितः, यथा क्षिन् योगः यु ऊ क्षेन् इति भवति, क्षेन् योगः ऊ क्षेणु इति अङ्गम्. तच्च गुणकार्यं सार्वधातुकप्रत्ययेन भवितुम् अर्हति, आर्धधातुकप्रत्ययेन अपि भवितुम् अर्हति. ओके अग्रे पठतु. ओके पुगन्धलघुपदस्य च सार्धधातुके आर्धधातुके च प्रत्यये परे पुगन्धस्य अङ्गस्य लघुपदस्य च इकः गुणः भवति. अनुवृत्तिसहितसूत्रं पुगन्तलघुपदस्य च अङ्गस्य इकः गुणः सार्धधातुक आर्धधातुकयोः. तनादिगणे तनादिगणस्य विकरणप्रत्ययः उ कथम् आर्धधातुक आर्धधातुकवात् इति पश्यामः. ओके आर्धधातुक उ इति आर्धधातुक प्रत्यय बिकास् तिङ्क्षित् नास्ति अतः आर्धधातुकप्रत्ययः. आर्धधातुकसार्धधातुकयोः इति सूत्रेण गुणकार्यं भवति. सो तनादिगणे सो द एक्साम्पल् क्षिन् इति दातु विकरणप्रत्यय उ योजनेन क्षिन् गुणकार्यं भवितुम् अर्हति. सो क्षेन् इति पररूपं क्षेन् योगः यु उ क्षेनु इति अङ्गम् पुगन्तलघुपदस्य इति सूत्रं क्षेन इति अत्र गुणः केन सूत्रेण क्षेन् उपदाय इस् ह्रस्व इक् सो पुगन्तलघुपदस्य च इति सत्यं. सूत्रं किं वदति? अङ्गस्य उपदा ह्रस्व इक् अस्ति चेत् गुणकार्यं भवति. निमित्तं किं? निमित्तं सार्वधातुक सोरि सार्वधातुक आर्धधातुक प्रत्ययः अस्ति चेत्. बहु समीचीनं भगिनि, समीचीनम्. इत्युक्ते अत्र किमर्थं तत्र तनादिगणस्य विषयः अत्र आगतः? अत्र तु इदानीम् अस्माकं चिन्तनं तु सार्वधातुकलकारः आर्धधातुकलकारः इति आसीत्. तत्र उक्तं सार्वधातुकलकारेषु कर्तरि शप् इति आगच्छति इति उक्तं. परन्तु अत्र अन्यः विषयः कः इति चेत् दशगणाः सन्ति सार्वधातुकलकारेषु. दशगणाः सन्ति. सर्वत्र पश्यामः चेत् विकरणप्रत्यये शकारः योजितः अस्ति. शप् श्यन् श्नु श्नम् इत्यादयः सर्वत्र शकारः योजितः अस्ति. अनेन प्रत्ययः सार्वधातुकः इति ज्ञातुं शक्नुमः. यतोहि शकारः षित् अस्ति अतः गणनिमित्तिकविकरणप्रत्ययः सर्वे प्रत्ययः सार्वधातुकः इति वयं पश्यामः. परन्तु अत्र तनादिगणः इति एकः गणः अस्ति. तनादिगणे विकरणप्रत्ययः उ इति प्रत्ययः अस्ति. केवलं तस्मिन् एव गणे प्रत्ययः सार्वधातुकः नास्ति, यतोहि तत्र शकारः नास्ति. अतः उ इति प्रत्ययः आर्धधातुकप्रत्ययः अस्ति. षित् नास्ति, तिङ्गपि नास्ति, तर्हि उ इति आर्धधातुकप्रत्ययः. तर्हि उ इति प्रत्ययः आर्धधातुकः इति कृत्वा यथा सार्वधातुकप्रत्ययं निमित्तीकृत्य गुणकार्यं भवति, एवमेव उ इति अर्धधातुकप्रत्ययं निमित्तीकृत्य अपि गुणकार्यं सम्भवति. तत्र उ इति प्रत्ययं निमित्तीकृत्य अङ्गस्य अन्ते इक् वर्णः अस्ति चेत् सार्वधातुकार्धधातुकयोः इत्यनेन गुणकार्यम्. उपदायां लघु इक् वर्णः अस्ति चेत् अपि गुणकार्यं भवति पुगन्तलघुपदस्य च इत्यनेन. यथा अत्र उदाहरणम् अस्ति क्षिण्योगः उ. क्षिण्योगः उ इति प्रत्यये उ इति प्रत्ययः अर्धधातुकः. इदानीं मम प्रश्नः अस्ति, उ इति प्रत्ययः अर्धधातुकः, परन्तु यदि अत्र क्षिन् योगः शप् न षिन् योगः ष्यन् इति प्रत्ययः अस्ति. इदानीम् अत्र गीताञ्जलिभगिनी वदतु, क्षिन् योगः ष्यन् इति प्रत्ययः इति चिन्तयतु केवलं चिन्तनार्थम्. यदि क्षिन् योगः ष्यन् अस्ति भगिनि, तत्र तु षित् अस्ति इत्युक्ते सार्वधातुकप्रत्ययः अस्ति. तत्र अपि पुगन्तलघुपदस्य च निमित्ते द्वे तु सन्ति. इत्युक्ते किं, प्रथम तु लघु उपधा इक अङ्गस्य, इत्युक्ते क्षिण् तु इकार लघु अस्ति अत्र अङ्गस्य अपि उपधा अस्ति. अपि ष्यन् इति तु सार्वधातुकप्रत्यय, किमर्थं षित् अस्ति. अनुवृत्तिसहितसूत्रं पुगन्तलघुपदस्य च अङ्गस्य इकः गुणः सार्वधातुकार्धधातुकयोः, इत्युक्ते द्वे निमित्ते तु सन्ति, तेन गुणकार्यं भवति. हा सत्यं, क्षिण्योगः ष्यन् इत्यत्र पुगन्तलघुपदस्य च इति सूत्रस्य प्रसक्तिः अस्ति. प्राप्तिः अस्ति वा? प्राप्तिः इत्युक्ते अपित् अस्ति चेत् तु गुणकार्यं प्राप्तिः नास्ति. इत्युक्ते नीति च इति बाधकसूत्रम् आयाति. अपित् अस्ति चेत् तु गुणकार्यं प्राप्तिः नास्ति. हा बहु समीचीनं भगिनि. इत्युक्ते तत्र ष्यन् इति प्रत्ययः षित् अस्ति, परन्तु अपित् अस्ति. अपित् अस्ति चेत् तत्र प्रत्ययः किं भवति? अपित् अस्ति चेत् तु ङित् अस्ति, ङित् अस्ति, णित्वत् अस्ति, णित्वत् अस्ति, णित्वत् अस्ति. सार्वधातुकम् अपित् इति सूत्रेण णित्वत् अस्ति, अतः णिति च इत्यनेन गुणनिषेधः खलु? आम् आं भगिनि. हा सत्यं, बहु समीचीनं भगिनि. अतः तत्र गुणस्य प्राप्तिः नास्ति, गुणप्राप्तिः नास्ति. अतः क्षिण्योगः ष्यन् इति अस्ति चेत् गुणप्राप्तिः नास्ति. किमर्थं? प्रत्ययः अपित् अस्ति इति कारणेन. इदानीम् उ इति प्रत्ययः कीदृशः? उ इति आर्धधातुकप्रत्ययः अस्ति अत्र. किमर्थं? षित् नास्ति, तिङ् नास्ति अत्र. अस्तु, तर्हि अत्र अत्र अत्र अपित्वम् इति चिन्तनम् अस्ति वा? अत्रापि अपित् अस्ति खलु? आं भगिनि, अत्र अपित् अस्ति. तर्हि क्षिण्योगः उ अपि पुगन्तलघुपदस्य निमित्ते द्वे तु सन्ति, किन्तु तत्र आर्धधातुक अपि अस्ति, किन्तु अपित् अस्ति. तदनन्तरं गुणकार्यं निषेधक अस्ति भगिनि, किन्तु अत्र तु गुणकार्यं भवति. किमर्थं? तर्हि तत्र नित्वम् इति प्रत्ययः नित्वम् इति केन सूत्रेण अस्ति? नित्वं निति च न न न न न न सार्वधातुकम् अपित् इति. किमस्ति स पुनः वदतु? सार्वधातुकम् अपित् न भगिनि. सत्यं, तत्र तत्र किमस्ति सूत्रे, किमस्ति सार्वधातुकम् अपित्? सार्वधातुकम् अपित् इत्युक्ते सार्वधातुक अपित् नास्ति चेत् नित् नाम अपि स्वीकरणीयम्. अत्र तु प्रत्ययः सार्वधातुकः एव नास्ति. अवगतं भगिनि. सार्वधातुकम् अपित् सूत्रेण अत्र तु उ प्रत्यय आर्धधातुक अस्ति, इत्युक्ते ङित्वत् अस्ति वा न वा तु प्रश्नः न आयाति. सत्यं, चिन्तनमेव नास्ति. चिन्तनं प्रत्ययः पित्वा अपित्वा इति चिन्तनं अर्धधातुकप्रत्ययः अस्ति चेत् पित्वा अपित्वा इति चिन्तनं न भवति, केवलं सार्वधातुकप्रत्ययेषु एव पित्वम् अपित्वम् इति चिन्तनम् अस्ति. हा समीचीनम् अस्तु. सर्वैः बुद्धं खलु? सार्वधातुकप्रत्ययेषु एव वयं पश्यामः, प्रत्ययः सार्वधातुकः अपि च पित् अस्ति वा इति पश्यामः. पित् अस्ति चेत् एव गुणकार्यं भवति, अपित् अस्ति चेत् गुणकार्यं न भवति, यतोहि सार्वधातुकम् अपित् इति सूत्रेण सार्वधातुकप्रत्ययः यः प्रत्ययः अपित् अस्ति सः प्रत्ययः निद्वत् भवति. परन्तु एतादृश नित् चिन्तनम् अपित् चिन्तनम् अर्धधातुकप्रत्ययेषु नास्ति, यतोहि सूत्रे केवलं सार्वधातुकम् इति उक्तम्. अतः अर्धधातुकप्रत्ययः पित्वा अपित्वा इति चिन्तनमेव नास्ति. अतः यः कोऽपि अर्धधातुकप्रत्ययः अस्ति केवलम् अर्धधातुकप्रत्ययेषु, केवलम् इत्युक्ते अर्धधातुकप्रत्ययेषु सर्वत्र गुणः भवति वा? अत्र रमा भगिनी वदतु. प्रश्नः किम्? आर्धधातुकप्रत्यये सर्वत्र पित् भवति वा? न, सर्वत्र गुणकार्यं भवति वा? यदि इदानीम् अत्र आर्धधातुः अस्ति, धातुः अस्ति, प्रत्ययः अस्ति, प्रत्ययः आर्धधातुकः, सर्वत्र गुणकार्यं भवितुम् अर्हति वा अर्धधातुकप्रत्ययः अस्ति अस्ति चेत्? आम्, पुगन्तलघुपदस्य प्रसक्तिः अस्ति चेत् गुणकार्यं भवति. पित्तपित्वा सत्यं, पित्तपित्वा इति त्यजतु इदानीम्. इदानीं मम पुरतः एकः प्रत्ययः अस्ति, त इति प्रत्ययः अस्ति, त प्रत्ययः अस्तु. इदानीं क्षिण् योगः त प्रत्ययः, तत्र गुणकार्यं भवति वा? क्षिण् योगः न, तिंशित् न, सार्वधातुकं न, इत्थप्रत्ययः आर्धधातुकप्रत्ययः अस्ति. आर्धधातुकप्रत्यये पुगन्तलघुपदस्य च अङ्गस्य इकः सार्वधातुकार्धधातुकयोः हा भवति. विजयलक्ष्मी भगिनी, भवती किं चिन्तयति? निति च इति सूत्रस्य प्रसक्तिः अस्ति आर्धधातुकस्य निषेधकसूत्रं. किं वदति सूत्रं? भवति किं वदति सूत्रं? निति भवति चेत् गुणवृद्धिः न इति वदति. आर्धधातुकं सार्वधातुकम् इति किमपि न वदति. तत्कारणं द्वयोः स्थित्योः कार्यं करोति इति मन्ये. हा, निति च इति सूत्रं किं वदति? पुनः वदतु, निति इत्यस्य कः अर्थः? कित् गित् ङित् एते त्रयाणां प्रत्ययानाम् उपस्थितौ गुणवृद्धि बाधकः सूत्रम् इति. सत्यं. तर्हि अर्धधातुकप्रत्ययेषु पित्वा पित्वा इति न पश्यामः, परन्तु कित् गित् नित् अस्ति वा इति पश्यामः. प्रत्यये कित् कित्वम् अस्ति अथवा नित्वम् अस्ति अथवा गित्वम् अस्ति चेत् गुणकार्यं न भवति. अत्र त प्रत्ययः सूत्रात् सत्यं, पञ्चमसूत्रात् इति च इति पञ्चमसूत्रात् निषेधः भवति. अतः यद्यपि अर्धधातुकप्रत्ययः अस्ति इति कृत्वा पुगन्तलघुपदस्य च इत्यस्य प्रसक्तिः अस्ति, परन्तु तदनन्तरं त्विति च इति सूत्रेण तस्य निषेधः भवति, गुणस्य निषेधः भवति, अतः गुणकार्यं न भवति. तर्हि सार्वधातुकप्रत्ययः अस्ति चेत् प्रत्ययः पित्वा अपित्वा इति चिन्तनीयम्. पित् अस्ति चेत् एव गुणकार्यं, गुणकार्यस्य प्राप्तिः अस्ति. अपित् अस्ति चेत् गुणकार्यस्य प्रसक्तिः अस्ति परन्तु प्राप्तिः नास्ति, यतोहि तत्र सार्वधातुकम् अपित् इत्यनेन प्रत्ययः निद्वत् भवति. तदनन्तरं क्निति च इति सूत्रेण गुणस्य निषेधः भवति. प्रत्ययः आर्धधातुकः अस्ति चेत् तत्रापि गुणकार्यस्य प्रसक्तिः अस्ति, पुगन्तलघुपदस्य च इत्यस्य प्रसक्तिः अस्ति. तदनन्तरं चिन्तनीयं प्रत्ययः कित् अस्ति वा, गित् अस्ति वा, नित् अस्ति वा इति चिन्तनीयं. तादृशं नास्ति चेत् गुणकार्यस्य प्राप्तिः अस्ति, यदि प्रत्ययः कित् गित् नित् अस्ति चेत् तदानीं यद्यपि पुगन्तलघुपदस्य च इत्यस्य प्रसक्तिः अस्ति परन्तु प्राप्तिः नास्ति यतोहि क्निति च इत्यनेन गुणस्य निषेधः भवति. बुद्धं खलु? अस्तु तर्हि अरुणा भगिनी अग्रे पठति वा. भगिनि भगिनि विकरणप्रत्यये किमर्थम् उ इति किमर्थं शुप् इति न दत्तवान्? तदेव अग्रे अस्ति पश्यामः. पठामि भगिनि. सार्वधातुकप्रत्ययः चेत् गुणस्य कृते इस्तङ्गक शकार पकारयोः आवश्यकता नो चेत् अपित्वात् गुणनिषेधः. आदुधातुकप्रत्ययः चेत् गुणस्य कृते इत्सङ्गक शकारपकारयोः आवश्यकता नाश्च एव यतोहि अपित्वात् गुणनिषेधः इति आदुधातुकप्रत्यये किमपि नास्ति. सार्वधातुकम् अपित् अनुवृत्तिसहितसूत्रं सार्वधातुकम् अपित् नित् सार्वधातुकप्रत्ययः चेत् एव अपित्वात् इति अपित्वात् नित् नित्वात् गुणनिषेधः. किन्तु आर्तधातुकप्रत्ययः चेत् कित्त्वम् अपित्वमिति किमपि नास्ति. आर्तधातुकप्रत्ययः कित् गित् नित् कित् नास्ति चेत् तस्मिन् गुणसाधकसामर्थ्यं वर्तते. उप्रत्ययः तादृशः भवत्येव वदति. सार्वधातुकप्रत्यये अत्र इति षकार अल्पकार इत्सङ्गकः तदनन्तरं षकारपकार अस्ति चेत् अपित्वं नास्ति पित्वमेव अस्ति. ततः क्षम्यता षकार पकार नास्ति चेत् अपित् भवति गुणनिषेधः कार्यं करोति. आर्धधातुकप्रत्ययविषये पित् अपि तत्र विषयः नास्ति. केवलं सार्वधातुकम् अपित् नित् क्षम्यता प्रथमतया सार्वधातुकप्रत्ययविषये सार्वधातुकम् अपित् इति सूत्रं वदति. अनुवृत्तिसहितसूत्रं वदति सार्वधातुकम् अपित् नित् इति कारणेन गुणनिषेधः भवति. आर्धधातुकप्रत्ययविषये पित्तम् अपित्वम् इति किमपि आवश्यकता नास्ति. केवलं अत्र खित् गित् नित् गित् नास्ति चेत् गुणकार्यं भवति. तदेव वयं चर्चितवन्तः. सार्वधातुकविषये सार्वधातुकविषये षित् पित् नास्ति गुणकार्यं निषेधः भवति सार्वधातुक अपित् नित् इति सूत्रेण. आर्धधातुकविषये अत्र खित् नित् गित् अस्ति चेत् गुणकार्यं न भवति. तदेव सत्यं सत्यं समीचीनं भगिनि. तदेव सारांशः. हा समीचीनं. कोऽपि प्रश्नः वा एतावता? केवलं सार्वधातुकप्रत्ययेषु एव पित्वं वा अपित्वं अपित्वं वा इति चिन्तनीयम्. अपित् अस्ति चेत् गुणनिषेधः. आर्धधात्तुकक्षेत्रेषु तादृशचिन्तनमेव नास्ति यतोहि तादृशसूत्रं नास्ति. तत्र पित्वम् अपित्वम् इत्यस्य कृते किमपि सूत्रं नास्ति. सार्वधातुकक्षेत्रे एव अपित्वम् इत्यस्य कार्यमस्ति. आर्धधात्तुकक्षेत्रे केवलं प्रत्ययः कित् वा गित् वा नित् वा इति चिन्तनीयं. कित् गित् नास्ति चेत् गुणकार्यस्य प्राप्तिः भवति. अस्तु. उ इति प्रत्ययः तादृशः. अत्र अस्माकं तनादिगणे उ इति प्रत्ययः अस्ति. उ इति प्रत्ययः तादृशः. तत्र तु आर्धधातुकप्रत्ययः अस्ति. कित् गित् नित् नास्ति. अतः गुणकार्यस्य निषेधः नास्ति. अस्तु. अग्रे सुमन् भगिनी पठति वा? आं भगिनि, श्रूयते? श्रूयते. अस्तु. इत्सञ्ज्ञक शकारपकारयोः वास्तविकी आवश्यकता यत्र अस्ति तत्र इत्सञ्ज्ञक शकारपकारयोः भवेताम्. यथा शप् प्रत्यये आवश्यकता अस्ति शकारपकारयोः अतः तत्र सार्वधातुकप्रत्यय उपयुक्तः. इदानीं सार्वधातुक प्रत्यय वयं जानीमः षित् अस्ति चेत् सार्वधातुक भवति, नो चेत् तिङ् अत्र गुणनिषेध मा भवतु इति इच्छा अस्ति चेत् तत्र शकारपकारयोः आवश्यकता भवति, तत्र गुण भवति अपि च सार्वधातुकम् अपि भवति. तत्र सार्वधातुकप्रत्यय आवश्यकता अस्ति चेत् तत्र शकारपकार पकारयोः आवश्यकता भवति. अग्रे अपि पठामि, अग्रे पठतु भगिनि. शपि इत्संज्ञक शकारपकारयोः आवश्यकता कथा श्यन् श्नु श्नम् श्ना एषां प्रत्ययानाम् अपित्वात् गुणनिषेधः अपित्वात् गुणनिषेधः इति तदा अर्थपूर्ण यदा कस्यचित् प्रत्ययस्य अपित्वात् साधकं समर्थम् यदि अष्टाध्याय्यां गुणसाधकसामर्थ्यं क्षम्यता गुणसाधकसामर्थ्यं यदि अष्टाध्याय्यां न कोऽपि प्रत्यय स्यात् यस्य पित्वात् गुणसाधकसामर्थ्यं तर्हि अपित्वात् गुणनिषेध इत्यस्य कः अर्थः अभविष्यत् तस्य निरर्थकस्य निवारणार्थम् एकः प्रत्यय प्रदर्शनीयः आसीत् यस्मिन् पित्वं तद् अधिकृत्य गुणसाधकसामर्थ्यं सः च प्रत्यय श. अस्तु, इदानीं वयं जानीमः श्यन् श्नु श्नम् श्ना एषां प्रत्ययानां तु गुणनिषेध अस्ति, तत्र षित् अस्ति सार्वधातुकम् अतः सार्वधातुकम् अस्ति किन्तु गुण न भवति. कस्मात् कारणात् इति प्रष्टव्यं चेत् अपित्वात् गुणनिषेधः भवति इति. इदानीं तु किन्तु शप् तत्र शप् अपित् नास्ति, शप् तु पित् अस्ति, तत्र गुण निषेधं न भवति. सार्वधातुकम् अस्ति अतः गुणस्य प्रसक्तिः अस्ति, पित् अपि अस्ति अतः गुण निषेधनं भवति. तत्र वस्तुतः गुणकार्यं भवति एव. हा, इत्युक्ते अत्र पश्यामः चेत् तत्र दशगणेषु दशगणाः सन्ति, तेषु तनादिगणे उ इति विकरणप्रत्ययः अर्धधातुकः अस्ति, अन्यत्र सर्वत्र शकारः अस्ति इति कृत्वा सर्वे प्रत्ययाः सार्वधातुकाः एव. तर्हि तत्र शप् शप् प्रत्ययं विहाय अन्यत्र सर्वत्र पित्वं कुत्रापि नास्ति, श्यन् श्नु श्नम् श्ना सर्वत्र पित्वं नास्ति इति कृत्वा तत्र अपित्वात् गुणनिषेधः सर्वत्र भवति. तर्हि यदि कर्तरि शप् इत्यस्मिन् सूत्रे शप् इति न उक्तं, तत्रापि केवलं श इति वदति चेत् तत्र कुत्रापि पित्वम् इत्यस्य ज्ञानमेव न भवति. अतः अष्टाध्याय्यां कर्तरि शप् इति सूत्रमेव एकमात्र सूत्रमस्ति यत्र पकारस्य उल्लेखः अस्ति, पित्वस्य उल्लेखः अस्ति, तत् केवलं तस्मिन् सूत्रे, अन्यत्र कुत्रापि पित्वस्य उल्लेखः नास्ति. कर्तरि शप् इत्यनेन शप् इति प्रत्ययः विधीयते, तत्र पित्वम् अस्ति, अनन्तरं सार्वधातुकम् अपित् इति सूत्रेण प्रत्ययः अपि चेत् गुणनिषेधः. यदि कर्तरीषप् इत्यस्य सूत्रे पित्वस्य उल्लेखः नास्ति चेत् तर्हि सारधातुकम् अपित् इति सूत्रं तु व्यर्थमेव भवति. यतोहि सारधातुकम् अपित् पित् अस्ति चेदेव अपित् किम् इति ज्ञातुं शक्नुमः. अतः एकं सूत्रमस्ति कर्तरीषप् इति सूत्रे, तेन पित्वं किम् इति वयं ज्ञातुं शक्नुमः. बुद्धं खलु? भगिनि क्षम्यतां, शप् प्रत्यय तु शित्वत् अस्ति अपि पित्वत् अस्ति. अन्य किमपि अन्य प्रत्यय पित्वत् भगिनि अस्ति? एकम् अन्य उदाहरणम् अस्ति भगिनि, शप् न एकमेव सूत्रं, पित्वस्य कृते एकमेव सूत्रमस्ति कर्तरि शप्, तेन एव पित्वं किम् इति वयं ज्ञातुं शक्नुमः. शप् इति प्रत्ययः शकारः इत्युक्ते शप् एकमेव प्रत्यय अस्ति पित्वत्, एकः एव प्रत्ययः यत्र पकारस्य उल्लेखः अस्ति अथवा इत्युक्ते पित्वस्य उल्लेखः अस्ति. शप् इति प्रत्यये शकारः अपि अस्ति पकारः अपि अस्ति, अन्यत्र कुत्रापि प्रत्यये पकारः नास्ति. अस्तु धन्यवादः. इत्युक्ते तत्र ल्यप् इति प्रत्ययः एकः प्रत्ययः अस्ति, परन्तु ल्यप् इति प्रत्ययः अर्धधातुकप्रत्ययः अस्ति, अतः तत्र पित्वम् अपित्वम् इत्यस्य प्रयोजनं किमपि नास्ति. अत्र तु सार्वधातुकम् अपित् पिप् मिप् सिप् अस्ति न किम् पिप् न प्रत्ययः अस्ति अस्ति अस्ति, तिप् मिप् सिप् इति सर्वम् अस्ति, परन्तु विकरणप्रत्ययेषु विकरणप्रत्ययेषु अन्यत्र कुत्रापि पित्वं नास्ति, केवलं शप् इति एकः एव प्रत्ययः यत्र पित्वम् अस्ति. अस्तु तर्हि अग्रे सरेम. अत्र सूर्यकुमारी भगिनी पठति वा? भगिनि हा भगिनि, किन्तु अनावश्यकतायां गौरवं यथा यदि उप्रत्ययः सार्वधातुप्रत्ययः अभविष्यत् तर्हि येन गुणकार्यस्य सामर्थ्यं स्यात्, इत्संज्ञकसकारपकारयोः आवश्यकता इति कृत्वा किन्तु तत्र गौरवं नाम मार्गः दीर्घः, यतोहि द्वयोः वर्णयोः इत्संज्ञा करणीया लोपस्य करणीयः, गुणसाधनार्थं तस्मिन् दीर्घमार्गे न कोऽपि लाभः न वा आवश्यकता. उप्रत्यये इत्संज्ञकसकारपकारयोः आवश्यकता नास्ति, अतः अर्धधातुकत्वात् लाघवम्. अनावश्यकतायां गौरवम् इति प्रसङ्गः अस्ति. अर्थः कः? अनावश्यकताम् कस्य अनावश्यकताम्? अनावश्यकत्वं अग्रे वाक्यमस्ति खलु, यदि उ इति प्रत्ययः सार्वधातुकप्रत्ययः अभविष्यत् प्रत्ययः अभविष्यत् तर्हि येन गुणकार्यस्य सामर्थ्यम् अपित् नास्ति चेत् गुणकार्यं भवति. अत्र प्रश्नः कः भगिनि, प्रश्नः कः? um, अनावश्यकतया गौरवं विजयलक्ष्मी भगिनी आवश्यकं नास्ति. किम् आवश्यकं नास्ति? आवश्यकम् आवश्यकता पित् अपित् विषयः न न न उ इति प्रत्ययस्य विषये चिन्तनम् अस्ति खलु. तस्य स्थाने किमर्थं शकारपकारयोः योजना नास्ति इत्युक्ते केवलं किमर्थम् उ इति प्रत्ययः किमर्थम् उक्तः? यदि सार्वधातुकप्रत्ययः एव अन्यत्र सर्वत्र सार्वधातुकप्रत्ययः अस्ति, अत्रापि सार्वधातुकप्रत्ययः एव स्यात् इति चिन्तयामः चेत् किं भवति? विजयलक्ष्मी भगिनी वदतु, साहाय्यं करोतु. ऊकारस्य स्थाने यदि शुप् इति भवति तर्हि प्रथमं शकारस्य लोपः करणीयं, पकारस्यापि पित् पित् इति संज्ञा भवति, तस्यापि लोपः तस्य लोपः इति त्रीणि सूत्राणि एक्स्ट्रा भवति. अत्र उ इति केवलं अष्टमगणे एव अस्ति, तत्कारणम् उ इति एव दत्तम् इति अत्र लिखितमस्ति. अन्येषु गणेषु अकारः यत्र गुणः भवति कुत्रापि गुणः न भवति इति द्वे पक्षे स्तः, अत्र तु तस्य चिन्ता नास्ति. अत्र उकारः इति एकमेव गणे अस्ति इति कृत्वा शुप् इत्यस्य एक्स्ट्रा स्टेप्स् न आवश्यकम् इति लाघवं कृत्वा उकारः एव प्रत्ययः इति दत्तवान् इति. एक्स्ट्रा स्टेप्स् इति नास्ति, एक्स्ट्रा स्टेप्स् अपि भवति परन्तु अत्र क्षुप् इति वदामः चेत् तत्र व्याकरणस्य लक्ष्यं किम्? संक्षेपेण कर्तव्यम् इति तस्य लघुत्वं. लघुत्वं सूत्रं लघु स्यात्, लघुत्वं स्यात्. यदि सूत्रे तनादिकृण्भ्यः उः इति सूत्रम् अस्ति, तस्य स्थाने तनादिकृण्भ्यः शुप् इति वदामः चेत् अथवा शुप् इति वदामः चेत् तत्र शुप् इत्यत्र त्रयः वर्णाः सन्ति, उ इत्यत्र एकः एव वर्णः, अतः तत्र क्षुप् इति इतोपि दीर्घः अस्ति, उ इति लघु अस्ति. अतः उ इत्यनेन एव कार्यं साधयितुं शक्नुमः. तर्हि किमर्थं शुप् इति वदेम? शुप् इत्यस्य आवश्यकता नास्ति खलु, अतः तत्र उ इति प्रत्ययमेव प्रत्ययः एव स्वीकृतः. यदि सः करोति कृतवान् आसीत् तर्हि आर्धधातुकविकरणप्रत्ययस्य चर्चा एव न करणीयमासीत् खलु, तत्तु इतोपि लाघवम्. न, आर्धधातुकप्रत्ययस्य चर्चा कुत्र? अत्र अत्र इति वदति वा? हा, आर्धधातुकस्य चर्चा एव न आवश्यकं, तद् एकमेव आर्धधातुकप्रत्ययः, एकः एव आर्धधातुकप्रत्ययः. न, आर्धधातुकप्रत्ययः बहवः प्रत्ययः सन्ति खलु, अन्ये प्रत्ययः आर्धधातुकप्रत्ययः सन्ति कृते तदेकमेव खलु. न, यद्यपि वयं विकरणप्रत्ययः इति स्वीकुर्मः परन्तु पाणिनिः साक्षात् तत्र विकरणप्रत्ययः इति किमपि न उक्तवान्. प्रत्ययः इति एव उक्तवान्, तस्य कृते सर्वे प्रत्ययाः, उ इति अपि प्रत्ययः. अत्र शुप् इति वदामः चेत् तत्र तस्मिन् गौरवम् अस्ति इत्युक्ते लाघवं नास्ति, लघुत्वस्य भावः नास्ति, गुरुत्वस्य भावः अस्ति, अतः गौरवम् इति वदामः. गुरुत्वस्य भावः गौरवं, तर्हि अत्र शुप् इति वदति चेत् तस्मिन् गौरवम् अस्ति, अतः अस्माकं व्याकरणस्य लक्ष्यम् अस्ति लघुत्वं, तर्हि तत्र शुप् इत्यस्य स्थाने उ इति प्रत्ययः एव इतोपि सम्यक् इति कृत्वा उ इति प्रत्ययः स्वीकृतः. उ इति प्रत्ययेन कार्यं सिद्ध्यति. भगिनि, यदि शुप् अस्ति तत्तु सार्वधातुक भवति. हा, भवतु, तथापि शुप् इति दीर्घम् अस्ति खलु, उ इति लघु अस्ति. शुप् इत्यत्र त्रयः तत्तु अहम् अवगतं, लघुत्वम् अहम् अवगतं, किन्तु यदि सार्वधातुक अस्ति शुप् पित्वत् अपि अस्ति कार्यं सिद्ध्यति, शुप् इत्यत्र अपि कार्यं सिद्ध्यति भगिनि. उ इति प्रत्ययः भवतु, शुप् इति प्रत्ययः भवतु, उभयत्र कार्यं सिद्ध्यति. क्षिण् योगः शुप् इति वदामः चेत् अपि क्षेण् इति भवति, तत्र कार्यं सिद्ध्यति, न कोऽपि क्लेशः. तथापि उ इति एव स्वीकृतम् अस्ति. किमर्थं चेत् उ इति लघु अस्ति शुप् इत्यस्य अपेक्षया, अतः उ इति स्वीकृतः. अस्तु, अग्रे अरविन्द महोदय पठतु. किञ्चित् सुमन् भगिनी वदतु. किमर्थम् इदानीं तु शप् अपि मास्तु, क्यन् भवितुं शक्नोति, क्नु भवितुं शक्नोति, तत्र सर्वे आर्धधातुकः भवति, कित् अपि भवति, तत्र गुणनिषेधः भवति. इदानीं श्यन् श्नु श्नम् किमर्थं, तत्र आर्धधातुकप्रत्यये एव निर्मातुं शक्नुमः खलु. इत्युक्ते भवती वदति तत्र सारधातुकः इति संज्ञा एव मास्तु इति वदति वा? वक्तुमिच्छति सारधातुकसंज्ञा एव मास्तु इति वक्तुमिच्छति वा? न, लाघत्वम् इच्छति, अपि च विकर्ण, न विकर्णप्रत्यये सार्वधातुकसंज्ञा भवेत्, किन्तु अत्र विकर्णप्रत्यये सर्वे आर्धधातुक भवेत् खलु. न, सर्वत्र तथा किमर्थं कर्तुं न शक्नोति इति चेत्, कुत्रचित् तत्र सूत्रेषु क्षितिपरे किमपि कार्यं भवति इति उक्तं खलु. तादृशसूत्रस्य प्रवर्तनं कथं भवति? तर्हि पुनः तत्रापि चिन्तनीयं भवति, अन्यत् किमपि चिन्तनीयं भवति खलु. अस्तु, तर्हि अग्रे गच्छेम. अत्र लक्ष्मी भगिनी प्रश्नः आसीत् वा? हा भगिनि, अहमपि एतादृश शुप् इति भवति चेत् अन्यस्मिन् स्थले स्तरे किमपि बाधा भवति वा? एतादृशं यदा शुप् इति भवेत् तत्र सार्वधातुकम् उ इत्यस्य स्थले शुप् इति भवेत् चेत् अन्य कुत्रापि तस्य बाधा भवेत् वा? अन्य कुत्रापि बाधा नास्ति, शुप् इति भवति चेदपि कार्यं सिद्ध्यति, किमपि न कोऽपि क्लेशः, यतोहि शुप् इत्यत्रापि उ इति एव अवशिष्यते अन्ततो गत्वा. तत्र तु शुप् एव न भवति खलु, शुप् इति प्रत्ययः केवलं सार्वधातुकलकारेषु एव, अतः त प्रत्ययः अस्ति चेत् तत्र तु क्षुप् एव न भवति, तत्र विकरणप्रत्ययः अस्ति खलु. केवलं लट् लोट् लङ् विधिलिङ्ग् एतेषु लकारेषु एव विकरणप्रत्ययः भवति, अतः त प्रत्ययः वयम् अस्माभिः आर्धधातुकम् इत्यस्य चिन्तनं भवति चेत् तत्र तनोदि गणः तनोदि गणस्य चिन्तनं नास्ति, तदा एतादृशं किमपि बाधा न तत्रापि. हरि ओम्. सत्यं भगिनि, बाधा नास्ति, बाधा नास्ति, यतोहि तत्र विकरणप्रत्ययः एव न विधीयते खलु. किन्तु एतादृशमपि चिन्तनं, एतादृशम् अन्यगणेषु श्नु श्नं सर्वं कृत्वा केवलम् अत्र तनोदिगणे एव लाघवम् इति वदति चेत् किञ्चित् नाट् फेयर् इति. न, अत्र तु केवलं तनादिगणे नाट् फेयर् इति तु वक्तुं शक्नोति, इत्युक्ते तत्र अन्यत्र सर्वत्र शकारः योजितः, केवलम् अत्र न योजितः इति चेत् तत्र सर्वत्र अन्यप्रयोजनानि अपि सन्ति. किमर्थं शकारः योजितः इति चेत् न केवलं तत्र असारधातुकम् इति साधयितुम्, अपि च अन्यानि सूत्राणि सन्ति. यतो यत् उदाहरणार्थं तत्र दिवादिगणे श्यन् इति प्रत्ययः अस्ति, ओतः शनि इति सूत्रमस्ति खलु, ओतः शनि इति सूत्रं, तस्मिन् सूत्रे श्यन् इत्यस्य प्रयोगः अस्ति, श्यन् प्रत्यये परे ओकारस्य लोपः भवति इति खलु. तादृश अन्यानि प्रयोजनानि अपि सन्ति तत्र, अत्र तु तादृशप्रयोजनं किमपि नास्ति इति कृत्वा उ इति स्वीकृतम्. अत्रापि तादृशप्रयोजनम् अस्ति चेत् प्रायः शुप् इति एव स्वीकृतः आसीत् खलु. तत्र केवलं गण दश धातवः एव सन्ति, तदपि अस्माकं मनसि तु तादृशसमग्रचिन्तनं नास्ति. पाणिनेः मनसि तु समग्रं सर्वम् आसीत् खलु, न केवलम् अत्र. वयं तु केवलम् अस्मिन् सन्दर्भे एव वयं चिन्तयामः, परन्तु सः तथा नासीत् खलु, तस्य मनसि सम्पूर्णमानचित्रम् आसीत्, अतः अत्र एतादृशं करोति चेत् अन्यत्र क्लेशः भवति वा इति तस्य मनसि स्पष्टता अस्ति. परन्तु उ इति प्रत्ययस्य विषये तथा किमपि नास्ति, अन्यत्र क्लेशः नास्ति, अतः उ इति एव स्वीकृतवान्। यदि अन्यत्र क्लेशः अस्ति चेत् प्रायः शुप् इति स्वीकर्तुं शक्यते। केवलं हैपोथेटिकल् अस्ति, किमर्थं शुप् इति न स्वीकृतः इति हैपोथेटिकल्, तत्र लाघवार्थम् इति उत्तरमस्ति। यतोहि प्रयोजनं नास्ति, अन्यप्रयोजनं किमपि नास्ति। अस्तु अस्तु, धन्यवादः भगिनि। अस्तु भगिनि, this word I am unable to get. Kintu anavashyakatayam gauravam, unwanted, can we say gauravam? What is the word we can call? Argument or something? Yes, starting sentence of the paragraph. Kintu anavashyakatayam gauravam. गुरु गौरवम् इत्युक्ते तत्र शकारपकारयोः शकारपकारः अस्ति चेत् अनावश्यकः अस्ति। शकारः पकारः अनावश्यकः अस्ति। किमर्थम् अनावश्यकः इति चेत् तस्मिन् गौरवम् अस्ति। शकारपकारः योजितः चेत् दीर्घः भवति, तत्र गुरुत्वस्य भावः भवति, अतः गौरवम् अस्ति। अनावश्यकतायां गौरवम् इति उक्तम्। हैपोथेटिकलि अभविष्यत् इति अस्ति खलु, अभविष्यत् अभविष्यत् इति कीदृशरूपम् अस्ति? किं रिङ्ग् लकारः कण्डिशनल् अस्ति, कण्डिशनल् अस्ति। यदि उ इति प्रत्ययः अभविष्यत् तर्हि किं भवति, किम् अभविष्यत् इति हैपोथेटिकल् अस्ति। इत्युक्ते भगिनी, सार्वधातुक पित् प्रत्यय अन्यत् किमपि नास्ति? न न, अत्र केवलं विकरणप्रत्ययेषु एतदत्र तिङ् तिप् तस्य तिप् तिप् ते तु अस्ति, किन्तु षित् अपि पित् अन्यत् किमपि नास्ति, विकरणप्रत्ययेषु नास्ति। अस्तु, अरुणा भगिनी अग्रे, अरुण क्षम्यताम्, अरविन्द् महोदय। आं भगिनि, दशमबिन्दु, लृट् लकारे स्या इति आर्धधातुकविकरणप्रत्ययः, अपि च तनादिगणे उ इति आर्धधातुविकरणप्रत्ययः, द्वयो मध्ये कः भेदः? सा स्या प्रत्ययस्य निमित्तं लकारः एव, उ प्रत्ययस्य निमित्तं कर्तृत्वक सर्वधातुप्रत्ययः यथा धातुतनादिगणे अस्ति चेत्। अतः स्य प्रत्ययस्य निमित्तं सार्वत्रिकं नाम सर्वेषां धातूनां कृते, किन्तु उ प्रत्ययः केवलं तनादिगणीयधातूनां कृते। तत्र लट् लकारस्य तनादिकृञ्भ्य उः तनादिगणे स्थितेभ्यः धातुभ्यः कृ धातुतश्च उ प्रत्ययः भवति कर्तृत्वकसर्वधातुकप्रत्यये परे। लकारनिमित्तविकरणप्रत्ययाः महोदय तावद् वदतु। अत्र द्वे प्रत्ययानां चिन्तनम् अस्ति। स्या इति एकः प्रत्ययः अस्ति आर्धधातुकप्रत्ययः, उ अपि आर्धधातुविकरणप्रत्ययः, तस्मिन् के कः भेदः इति पश्यते चेत्, स्या प्रत्ययः स्य निमित्तम् अस्ति लकारः, लृट् लकारस्य निमित्तम् अस्ति कृत्वा स्या प्रत्ययः विधीयते, किन्तु उ प्रत्ययः कर्त्रार्थकसार्वधातुकप्रत्ययः यदि तनादिगणे अस्ति चेदेव तस्य विधानं भवति इति कृत्वा, स्या प्रत्ययस्य निमित्तं सार्वत्रिकम् इत्युक्ते सर्वेषां धातूनां कृते समानमेव, किन्तु उ प्रत्ययः केवलं कर्तात्तक आर्धसर्वधातुकप्रत्यय तनादिगणधातूनां मध्ये एव प्रवर्तनीयः। तनादिकृञ्भ्य उ इति सूत्रेण तनादिगणे स्थितस्य धातुभ्यः कृ धातुश्च उप्रत्ययः भवति कर्तार्थकम् एवं सर्वधातुकप्रत्यये परे उप्रत्ययः भवति. सत्यम्. इदानीम् अत्र चिन्तनमस्ति, स्य इति प्रत्ययः लृट् लकारे भवति, सः प्रत्ययः अपि आर्धधातुकप्रत्ययः अस्ति, तनादिगणे उ इति प्रत्ययः अपि आर्धधातुकप्रत्ययः एव, तयोः मध्ये भेदः अस्ति वा इति प्रश्नः. आर्धधातुकलकारेषु तत्र लृट् लकारे स्य इति प्रत्ययः भवति, तनादिगणे उ इति प्रत्ययः भवति, तयोः मध्ये भेदः अस्ति वा इति प्रश्ने तत्र किञ्चित् लिखितमस्ति. अत्र ललिता भगिनी किम् अवगतं सारांशरूपेण? आं भगिनि, तनादिगणे अस्ति चेत् ऊ प्रत्ययस्य निमित्तं भवति, लकारनिमित्तिकप्रत्यय अस्ति चेत् स्या इति प्रत्ययः सर्वत्र. कीदृशलकारः? लृट्रकारः. सर्वत्र इत्यस्य कोऽर्थः? सर्वत्र सार्वत्रिकम् इति उक्तं खलु, सार्वत्रिकं न गणनिमित्तिकप्रत्यय मध्ये उ आयाति, सर्वत्र इति गणभेदः नास्ति, सर्वत्र सर्वत्र ऋट्रकारे अस्ति चेत् स्या उपयोगं करणीयः. उ गणनिमित्तिकप्रत्ययः अस्ति, तनादिगणे ओन्ली यूस् उ, तनादिगणे अस्ति चेदपि उ प्रत्ययस्य उपयोगं करणीयः. लृट्रकारस्य स्या प्रत्ययः करणीयः, गणभेदः नास्ति. हा, समीचीनं, बहु समीचीनं भगिनि. तथैव इत्युक्ते तत्र लृट् लकारे यः कोऽपि धातुः भवतु, सर्वत्र स्य इति प्रत्ययः भवति, पास्यति, दास्यति, लेखिष्यति, गास्यति, सर्वत्र स्य इति प्रत्ययः भवति. तत्र धातुः कस्मिन् गणे अस्ति इति विचिन्त्य प्रत्ययः न विद्यते स्य इत्यत्र, परन्तु उ इति प्रत्ययः सर्वत्र न विद्यते. यदि धातुः स्वादिगणे अस्ति चेत् उ इति प्रत्ययः न विद्यते, यतोहि सूत्रे तनादिकृण्भ्यः उः इति उक्तं, तर्हि धातुः तनादिगणे अस्ति चेद् एव, तस्मात् तनादिगणीयधातुभ्यः कर्त्रार्थकसार्वधातुकप्रत्ययः परः अस्ति चेत् तदानीम् उ इति विकरणप्रत्ययः विधीयते. उभयत्र प्रत्ययः अर्धधातुकः, परन्तु भेदः अस्ति. उ प्रत्ययः सार्वधातुकलकारेषु भवति, स्य प्रत्ययः लृट् लकारे भवति. अस्तु, धन्यवादः. अग्रे धन्यवादः. गोमती भगिनी पठति वा? पठामि. लकारनिमित्तकविकरणप्रत्ययाः सार्वत्रिका इति कारणेन सर्वेषां धातूनां कृते भवन्ति, तस्मात् तिङ् प्रत्ययेन सह सर्वदा तिष्ठति. नाम स्य योग इति कृत्वा स्यति लृट् लकारे नित्यः प्रत्ययः, स्यति स्यतः स्यन्ति इति एवं प्रत्ययाः भवन्ति सर्वेषां धातूनां कृते, अतः सिद्धतिङ्प्रत्ययाः ते एव भवन्तु स्यति इत्यादयः. तदर्थम् अस्माकं पाठे स्य इति पृथक्तया विकरणप्रत्ययरूपेण न उपयुज्यते, अपि तु तिङ्प्रत्ययेन सह स्थित्वा तस्य एकः भागः एव भवति इति चिन्तयतु. स्यति स्यतः स्यन्ति, स्यसि स्यथः स्यथ, स्यामि स्याम स्यामः. तावत् वदतु. लकारनिमित्तप्रत्ययः लृट् लकारे यदि भवति चेत् प्रधातोः परं स्य आयाति तिङ् प्रत्ययेन पूर्वं स्य भवति तिङ् प्रत्ययः भवति परन्तु स्य प्रत्ययः सर्वदा तत्र भवति एव स्य ति इति एव धातु पश्यति दृट्लकारे स्यति नित्यप्रत्ययः इव भवति ति तिप् तस् झि एतेषां स्थाने स्यति स्यत स्यन्ति इत्येव आगच्छति कारणं स्य तिङ् प्रत्ययस्य भाग इव प्रवर्तनं करोति तदर्थं वयं स्यति स्यता स्यन्ति इति एव वदामः स्यति स्यता अत्र न यदा यदा वयं लृट् लकारः स्य प्रवर्तनं कुर्मः तत्र सर्वं स्यति स्यता स्यन्ति स्यसि स्यतः स्यथ स्यामि स्याव स्याम इति प्रयोगं कुर्मः. समीचीनं भगिनि, समीचीनम्. यथा चर्चितं तथैव अत्र लिखितमस्ति. तत्र लकारनिमित्तिकप्रत्ययः सर्वत्र समानः अस्ति, अतः तिङ्प्रत्ययं योजयित्वा एकरूपत्वेन वयं द्रष्टुं शक्नुमः. स्यति स्ययोगः ति स्यति स्यतः स्यन्ति स्यसि स्यतः इत्यादयः, तत्र एते सर्वे प्रत्ययाः धातुतः भवन्ति. अतः अत्र धातुः इदानीं स्यति इत्येव पश्यति, अतः स्य इति तत्र आदौ अस्ति, स्य इति अर्धधातुकः, अतः तत्र सस्पष्टतया दृश्यते अत्र अर्धधातुकलकारः इति दृश्यते इति भेदः अस्ति. भगिनि, अत्र स्यति इति इदानीं अर्धधातुकप्रत्ययः इति स्वीकर्तुं शक्यते खलु? हा, सत्यं, तथा एव वयं स्वीकुर्मः. यद्यपि ति इति प्रत्ययः अर्धधातुकः नास्ति, परन्तु स्यति इति योजयित्वा एकरूपत्वेन पश्यामः चेत् इदानीं स्यति इति अर्धधातुकः इति स्वीकुर्मः. तर्हि स्यति निमित्तीकृत्य अङ्गस्य गुणकार्यं भवितुम् अर्हति खलु? सत्यं, भवति. अस्तु, भवति एव. लिक् योगः स्यति लेखिष्यति. अत्र ऊ इति अस्ति खलु उपरि, तत् किं क्षिप्प क्षिन्न यावदौ कुत्र कुत्र उपरि ऊ योजयित्वा इदानीमेव वयं दृष्टवन्तः क्षिन् क्षिन् क्षिन् क्षेण् क्षेण् स्यति, तत्र तु श्रुत्वमपि भवति क्षेण् किं भवति क्षेण् इति, तत्र क्षेणिष्यति क्षेणिष्यति. ओ, इडागमः भवति वा? इडागमः भवति. अर्धधातुकलकारेषु इडागमचिन्तनं करणीयम्. अतः कुत्र इडागमः भवति, कुत्र इडागमः न भवति इति चिन्तनीयम्. अतः यत्र यत्र धातुः हलन्तधातुः अस्ति प्रायेण इडागमः भवति. हलन्तधातुषु प्रायेण इडागमः भवति, केवलं तत्र द्वादिक एकशतं धातवः सन्ति यत्र इडागमः न भवति, यतोहि ते धातवः अनिटः, अन्यत्र सर्वत्र इडागमः भवति. अतः क्षिण् इति धातुः अपि सेट् अस्ति, अतः इडागमः भवति. क्षिणिष्यति. अस्तु, अग्रे सरेम. इदानीं वासुदेवन् महोदय पठति वा? किम् शिरसि कम्प्यूटर् एव आसीत्? हा, सत्यं सत्यं. सारांशः एवं यत् व्यवहारे प्रक्रियासु सार्वधातुकनिमित्तकविकरणप्रत्ययान् एव विकरणनाम्ना प्रयुक्महे. लकारनिमित्तकविकरणप्रत्ययः तिङ् प्रत्ययस्य एकः भागः एव भवति. इति कारणेन तस्य पृथक्तया न उपयोगः न वा नाम्ना सम्बोधनं भवति. पूर्वमुक्तं स्या इति कृ स्या इति व्यवहारे स्या इति शब्दस्य व्यवहारे अर्थ अतः उच्यते व्यवहारे प्रक्रियासु सार्वधातुकनिमित्तप्रत्ययः एव विकरणनाम्ना प्रयुज्महे सार्वधातुकनिमित्तकविकरणप्रत्ययानेव विकरणनाम्ना प्रयुज्महे सार्वधातुकनिमित्त यदा सार्वधातुकप्रत्ययः परे भवति तदा एव विकरणनाम्ना प्रत्ययः युज्यते प्रयुज्यते तिङ् प्रत्ययस्य एकः भागः एव भवति विकरणप्रत्ययः तस्य पृथक्तया न उपयोगः न वा न नाम्ना सम्बोधनं भवति सत्यं यद्यपि तत्र सार्वधातुकलकारेषु अपि स्य तास् इत्यादयः विकरणप्रत्ययः एव तथापि लोके वयं तत्र विकरणप्रत्ययः इत्युक्ते तत्र शप् श्यन् इत्यादयः एव विकरणप्रत्ययरूपेण वयं स्वीकुर्मः स्य तास् इत्यादयः तत्र लकारनिमित्तिकविकरणप्रत्ययः अथवा लकारनिमित्तिकप्रत्ययः इति वयं स्वीकुर्मः लकारनिमित्तिकप्रत्ययः तिङ् प्रत्ययस्य भागः एव भवति यथा स्यति स्यतः इत्यत्र स्यति इति एकरूपत्वेन वयं पश्यामः अतः स्य इति प्रत्ययः ति इत्यस्य भागः भवति एकरूपेण पश्यामः अतः तत्र विकरणप्रत्ययः इति नामकरणं सामान्यतया न उपयुज्महे अस्तु अस्तु महोदय धन्यवादः अग्रे विनय महोदय पठति वा आं भगिनि सूचनार्थम् उच्यते यत् अष्टाध्यायां लकारनिमित्तकविकरणप्रत्ययः तृतीय अध्याये प्रथमपाद त्रयस्त्रिंशत् आरभ्य तृतीयाध्याये प्रथमपाद षष्ठिः पर्यन्तं विधीयन्ते सार्वधातुकनिमित्तकविकरणप्रत्ययः प्रायः इङ्ग्लिष् 3167 टु 3190 विधीयन्ते तत्र पश्यतु यत् लकारनिमित्तकविकरणप्रत्ययः लकारस्तते एव विधीयन्ते क्रमेण रिट् रिङ् लुट् लेट् लिट् लोङ् सार्वधातुकनिमित्तकविकरणप्रत्ययः धातुगणस्तरे विधीयन्ते क्रमेण शप् भवादौ अदादौ द्योतादिचुरादौ शन् विवादौ श्नु स्वादौ शतुदादौ श्नम् रुधादौ ऊतनादौ श्ना प्रयादौ च इति सार्वधातुकलकाराणाम् आर्धातुकलकाराणां च चिन्तनं सम्पूर्णम् अतः सार्वधातुक आर्धातुकलकारसम्बन्धे चिन्तनं यदि अत्र कालपर्यन्तं अभवत् तर्हि गढ् केवलं सार्वधातुक सम्बन्धे अस्ति लकार आर्धातुकसम्बन्धे अस्ति अपि च केवलं तनादिगण आर्धातुक भवति सार्धातुक अस्ति कोऽपि कारणं नास्ति परिवर्तनं कर्तुं यदि कोऽपि व्याकरणम् इच्छति शुप् महोदय अत्र किम् अस्ति इति वदतु महोदय अत्र किम् अस्ति इति वदतु अत्र अहं पश्यामि सूत्राणि सूचनार्थम् उच्यते यत् अष्टाध्यां लकारनिमित्तकविकरणप्रत्ययः विधीयन्ते 3133 अर्थात् लकार निमित्तिक विकर्ण प्रत्ययः अष्टाध्याम् भवति. तर्हि सार्वधातुक निमित्तक प्रत्ययः 3167 to 3190 विधान भवति. अतः प्रत्ययः सार्वधातुक सार्वधातुक लकार निमित्तक अपि च सार्वधातुक निमित्तक विकरणप्रत्ययः भिन्न शब्द भिन्न विषयः अत्र सूत्राणि अध भवन्ति. तत्र पश्यतु यत् लकारनिमित्तकविकरणप्रत्ययः लकारस्तरे एव विधीयन्ते. यत्र पश्यतु यत् लकारनिमित्तक विकरणप्रत्ययः लकारस्तरे एव विधीयन्ते. अतः अत्र लकारनिमित्तकविकरणप्रत्ययः सम्बन्धे लिखितवान्. तर्हि क्रमेण लिट् रिङ्ग् लुट् लेट् लिट् लुङ् इत्यादि सार्वधातुकनिमित्तकविकरणप्रत्ययः धातुगणस्तरे विधीयन्ते धातुगणस्तरे विधीयन्ते. अतः लिट् लुट् इत्यादि आर्धातुक आर्धातुक लकारः अपि सार्वधातुकनिमित्तकविकरणप्रत्ययः धातुगणस्तरे विधीयन्ते. क्रमेण लिट् लिङ्ग् लुट् लेट् लिङ्ग् अन्तः अतः सार्वधातुकनिमित्तकविकरणप्रत्ययः धातुगणस्तरे विधीयन्ते. वयं जानीमः गणस्यापेक्ष अस्ति क्रमेण शप् श्यन् श्नु शतुदादिष्णम् इत्यादिष्णा भवन्ति. अत्र सार्वधातुकनिमित्तकविकरणप्रत्ययः धातुगणस्तरे विधीयन्ति विचे गणस्यापेक्षा दि अन्य आर्धातुकगणनिरपेक्षा भवन्ति. समीचीनम्. इत्युक्ते एकवारम् अष्टाध्यायीं पश्यामः. अष्टाध्यायां पृष्ठसङ्ख्या अस्ति 54 चतुष्पञ्चाशत् तमे पृष्ठे. अष्टाध्यायी इति ग्रन्थे अष्टाध्यायी सूत्रपाठः इति पुस्तके पेज् 54 पश्यति वा? अहं प्राप्तं वा? हा चिन्ता नास्ति. अत्र पश्यन्तु पेज् 54 मध्ये अस्ति. अत्र सूत्रमस्ति सेटासील् रुलुटोः इति सूत्रमस्ति. त्रयस्त्रिंशत् तमं सूत्रं. ततः आरभ्य तत्र षष्टितमं सूत्रपर्यन्तं चिन्भावकर्मणोः इति ततः पर्यन्तं तत्र लकारनिमित्तिकविकरणप्रत्ययः सन्ति. क्रमेण अस्ति सेतासी लुलुटोः इत्यनेन तत्र लृट् लकारे लृङ् लकारे अपि च लुट् लकारे लकारनिमित्तिकप्रत्ययः भवति लकारस्तरे. यदा हि धातुतः लकारः विधीयते तदानीमेव धातुतः स्य अथवा तास् इति प्रत्ययः विधीयते. तदनन्तरं पश्यामः चेत् तत्र लिट् लकारे तदनन्तरं लेट् लकारस्य विषयः अस्ति. तदनन्तरं लिट् लकारस्य प्रत्ययः आम् प्रत्ययः लिट् लकारे अस्ति. तदनन्तरं पश्यामः चेत् चिली प्रत्ययः लुङ् लकारे अस्ति. चिली लुङ् लकारे एव चिली प्रत्ययः तस्य स्थाने सिच् प्रत्ययः क्स प्रत्ययः चङ् अङ् प्रत्ययः इत्यादयः अपि च छिन् इति प्रत्ययः अपि लुङ् लकारे एव भवति. तर्हि अन्तपर्यन्तं लुङ् लकारस्य विषयः अस्ति. चिली लुङ्गि इति आरभ्य चिन्भावकर्मणोः इति पर्यन्तं लुङ् लकारस्य विषयः अस्ति. अतः लकारनिमित्तिकप्रत्ययः षट्सु लकारेषु अपि लकारनिमित्तिक इत्युक्ते चतुर्षु लकारेषु अपि लकारनिमित्तिकविकरणप्रत्ययः. तदनन्तरं तत्र अग्रे पश्यति चेत् सार्वधातुके यक् इति 67 अस्ति सूत्रं, सूत्रसङ्ख्या सार्वधातुके यक् इति सूत्रं, तत्र कर्मणि प्रयोगे यक् इति प्रत्ययः विधीयते, पठ्यते, गम्यते, सर्वत्र खाद्यते, लिख्यते, सर्वत्र यक् इति प्रत्ययः, तत्र मध्ये य इति श्रूयते, तत्र सूत्रमस्ति सार्वधातुके यक्। तदनन्तरं पश्यामः चेत् गणनिमित्तिकविकरणप्रत्ययः भवति, शप् शप् प्रत्ययः, कर्तरि शप् इति अस्ति। तदनन्तरं श्यन् प्रत्ययः, दिवादिभ्यः श्यन् इति अस्ति। तदनन्तरं श्नु, स्वादिभ्यः श्नु इति प्रत्ययः। तदनन्तरं तुदादिभ्यः शः इति प्रत्ययः अग्रे 77 इति अस्ति। तदनन्तरं रुदादिभ्यः श्नम्, श्नम् प्रत्ययः, ऊ प्रत्ययः, तनादिकृण्भ्यः उः, तदनन्तरं श्न प्रत्ययः इति क्रमेण तत्र गणनिमित्तिकविकरणप्रत्ययः भवति। तत्र 90 इति सूत्रमस्ति खलु, 90 सूत्रपर्यन्तं गणनिमित्तिकप्रत्ययसम्बद्धसूत्राणि सन्ति। अपि च अहं एक पुस्तक अपठत्, अष्टाध्यायी भाष्य प्रथमवृत्ति, अत्र सर्वे सूत्राणि विरचितः, परन्तु व्याख्या समये, परन्तु अहं केवलं अष्टाध्यायी पुस्तकं न प्राप्तम्। न, तत्र यद् अस्माभिः तत्र दीक्षित पुष्पा महोदयाः पुस्तकमस्ति खलु, तत्र ब्रौन् कलर् पुस्तकं, तद् नास्ति वा भवतः पार्श्वे? अस्तु अस्तु, चिन्ता नास्ति, तदनन्तरम् अनन्तरं पश्यतु। तदनन्तरं तत्र पेज् 72 पश्यति चेत्, पेज् 72 पश्यन्तु, तत्र सार्वधातुकसंज्ञासूत्रमस्ति, तिङ्क्षित् सार्वधातुकम् इति 113 इति सूत्रमस्ति, 72 इति मध्ये सार्वधातुकसंज्ञा तिङ्क्षित् सार्वधातुकम् इति सूत्रमस्ति। तदनन्तरम् आर्धधातुकसंज्ञा आर्धधातुकं शेषः इति सूत्रमस्ति, तस्य साक्षात् अनन्तरं लिच्च लिङ्गाशिशि सूत्रद्वयमपि अस्ति, उभयत्र आर्धधातुक आर्धधातुकम् इति अनुवृत्तिः भवति इति कारणात् तत्र लिट् लकारे तिङ् प्रत्ययः आर्धधातुकः भवति, लिङ् आशीर्लिङ् लकारे अपि तिङ् प्रत्ययः आर्धधातुकः भवति इति तत्र कुत्र अस्ति सूत्रम् इति एकवारं प्रदर्शयामि। अपि च तस्मात् पूर्वतनपृष्ठे 71 मध्ये पश्यति चेत् तत्र 77 सूत्रमस्ति, लस्य इति सूत्रमस्ति, लस्य इति सूत्रेण तत्र लादेशः भवति, लस्य इति सूत्रेण एव लकारस्य स्थाने तिङ् प्रत्ययः विधीयन्ते। 78 सूत्रं पश्यति चेत् तत्र तिप्तस् झी सिप्तस् मिप्स्मस् तातां झथासातां द्वम् ईड्वहि महि इति तत्र 18 तिङ् प्रत्ययः विधीयन्ते लकारस्य स्थाने। तदनन्तरम् अन्यानि सूत्राणि तत्र प्रत्ययादेशाः सन्ति, इत्युक्ते लट् लकारे प्रत्ययः अस्ति तीतः अन्ति सीतः त मीवः मः, परन्तु तत्र लोट् लकारे पश्यामः चेत् तत्र पठतु इति अस्ति, पठतात् पठतां पठन्तु, तत्र तु तात् ताम् अन्तु इति भिन्नप्रत्ययः अस्ति। लट् लकारे ये प्रत्ययाः सन्ति, लोट् लकारे ये प्रत्ययाः सन्ति भिन्नः, ते प्रत्ययः भिन्नः, इत्युक्ते यद्यपि मूलप्रत्ययः समानः, यद्यपि सर्वत्र मूलप्रत्ययः तिप्तस् झी सिप्तस् त इत्यादयः एव मूलप्रत्ययः सर्वत्र समानाः सन्ति, तथापि तेषां स्थाने तत्र लकारम् आश्रित्य भिन्नभिन्न आदेशाः भवन्ति, प्रत्ययादेशाः भवन्ति, तेन कारणेन प्रत्ययाः भिद्यन्ते। अतः एव लट् लकारे तीतः अन्ति इति पश्यामः, लोट् लकारे तु ता ताम् अन्तु, अनन्तरं लङ् लकारे त तम् अन् स तं त अं वा म इति तादृशं भिन्नभिन्न प्रत्ययान् पश्यामः, यतोहि मूलप्रत्ययस्य स्थाने आदेशाः भवन्ति, प्रत्ययादेशाः भवन्ति सर्वत्र सर्वेषु लकारेषु। अस्तु, एक प्रश्न अहं स्वरूप महोदय ध्वनि श्रुतवान् तर्हि लिट् अपि च आशीर्लिङ्ग् साक्षात् दृश्यते परन्तु तर्हि एव आर्धातुकं कथ्यते न साक्षात् दृश्यते इति नास्ति साक्षात् दृश्यते भवतु साक्षात् दृश्यते भवतु किमर्थम् आर्धधातुकलकारः इति वदामः चेत् तत्र लिट् च अपि च लिङ्गाशिशि इति सूत्रेण तिङ् प्रत्ययः साक्षात् आर्धधातुकः भवति अतः एव आर्धधातुकलकारः इति वदामः यतोहि तत्र सार्वधातुकं किमपि नास्ति प्रत्ययः एव आर्धधातुकः अस्ति अपवादत्वेन इति कृत्वा आर्धधातुकः इति वदामः अधुना किं कर्तुम् इच्छामि इति चेत् प्रक्रियानुसारी पाणिनीयधातुपाठः इति पुस्तकमस्ति खलु सर्वे कृपया उद्घाटयन्तु तत् पुस्तकम् उद्घाटयन्तु तत्र पुस्तकं बहु सम्यक् अस्ति अतः सर्वे कृपया तस्य प्रयोगं कर्तुं प्रयत्नं कुर्वन्तु अत्र यद्यपि आन्लैन् मध्ये अष्टाध्यायी डाट् काम् मध्ये सर्वं लभ्यते तथापि पुस्तकमपि दृष्ट्वा किञ्चित् प्रयत्नं करोतु यतोहि पुस्तकं बहु समीचीनमस्ति तत्र मातुः पुष्पादीक्षित् महोदयः पद्धतिम् आश्रित्य अस्ति पुस्तकं तत्र धातूनां विभजनं कथम् अस्ति एतादृशविभजनम् अन्यत्र कुत्रापि न लभ्यते अतः अत्र पुस्तकम् एकवारं पश्यतु कथम् अत्र द्रष्टव्यमिति चेत् प्रथमं तत्र पीठिकारूपेण विषयप्रवेशः इति उक्तं तदनन्तरं तत्र इत्संज्ञाप्रकरणम् इत्यस्य विषयः अपि अस्ति पृष्ठसङ्ख्या अस्ति तृतीयपृष्ठः तत्र इत्संज्ञाप्रकरणम् इति अस्ति तत्र तत्सम्बद्धसूत्राणि सन्ति तदनन्तरं तत्र इत्संज्ञा कार्यानन्तरं तत्र सत्त्वं नत्वं नुमागमः उपदादीर्घः तत्सर्वं भवति तदनन्तरं लकाराः इति उक्तं तत्सर्वं सर्वमस्ति तदनन्तरम् अग्रे गच्छति चेत् आदौ विवरणमस्ति तदनन्तरं तत्र गणं प्रत्येकं गणं स्वीकृत्य तस्मिन् गणे ये ये धातवः सन्ति तेषां रूपाणि दत्तानि इदानीं पृष्ठसङ्ख्या पश्यति चेत् पृष्ठसङ्ख्या पञ्चदश पेज् 15 तत्र भुवादिगणः इति उक्तं तत्र किं कथम् अस्ति इति चेत् प्रथमं तत्र भुवादिगणे विशिष्टसूत्राणि यानि सन्ति तेषां विवरणं दीयते प्रथमस्ति ऊदुपदायाः गोहः इति एकं सूत्रमस्ति तत्र गुह् इति धातोः कृते गुह् संवरणे इति धातोः कृते सूत्रं दत्तमस्ति तदनन्तरं रूपमस्ति गूहति गूहते इति रूपमस्ति तर्हि प्रथमस्तम्भे सङ्ख्या अस्ति एकम् इति सङ्ख्या अस्ति द्वितीयस्तम्भे धातुः तस्य अर्थः अस्ति तृतीयस्तम्भे तत्र गुह् इति इत्संज्ञकवर्णानां लोपानन्तरं तत्र निरनुबन्धरूपं गुह् इति अस्ति तदनन्तरं चतुर्थस्तम्भे धात्वर्थः डाङ्क्ना चुपाना इति धातोः अर्थः हिन्दीभाषायाम् अस्ति तदनन्तरं पञ्चमस्तम्भे गुह इत्युक्ते तत्र गुह् इति धातुतः शप् प्रत्ययं योजयित्वा अङ्गं भवति गुह गुह अनन्तरम् अन्तिमस्तम्भे गुहयोगहति तदनन्तरं तत्र कार्यमस्ति तत्र ऊदुपदायाः गोहः इत्यनेन गुह् धातुः गूह् इति भवति अतः गूह् इति अङ्गम् तत्र शप्रत्ययं निमित्तीकृत्य गूह् इति अङ्गं गूह् योगहति गूहति अथवा गूहते इति रूपम् एवमेव तत्र धातोः अर्थः निरनुबन्धरूपम् अङ्गं तदनन्तरम् अन्तिमरूपं सर्वं दत्तमस्ति तत्सम्बद्धसूत्रमपि दत्तमस्ति इति तत्र प्रथमं तत्र विशिष्टसूत्राणाम् उल्लेखः भवति एकैकं धातुं स्वीकृत्य तत्र विशिष्टसूत्रमस्ति चेत् तस्य उल्लेखः तेन सूत्रेण किं कार्यं तदनन्तरं रूपं कथं भवति इति लिखितमस्ति तदनन्तरं पश्यति चेत् तत्र पृष्ठसङ्ख्या अस्ति 23 इति पृष्ठसङ्ख्यां पश्यति चेत् इदानीं धातूनां विभजनम् अस्ति प्रथमं विशिष्टधातूनाम् उल्लेखः तस्य तत्सम्बद्धसूत्रं तत्सर्वं लिखित्वा इदानीं धातूनां विभजनमस्ति. कथमस्ति विभजनम् इति चेत्, यथा अस्माभिः दृष्टमस्ति खलु विभजनम्, अकारान्तदातवः, आकारान्तदातवः, ईकारान्तदातवः, ईकारान्तदातवः इति तादृशविभजनमस्ति खलु. एवमेव अत्रापि दत्तमस्ति वादिगणस्य इगन्तधातवः, इगन्तधातूनाम् इदानीम् ईकारान्तदातवः. क्षी इति धातुः अस्ति चेत् तत्र क्षयति इति रूपमस्ति. कथम् अङ्गं क्षय इति अङ्गं सिद्धमस्ति, तदनन्तरं क्षयति इति रूपमस्ति. क्षी क्षये इति धातुः अर्थः अस्ति. इदानीम् ईकारान्तधातुः, तदनन्तरम् ऊकारान्तधातुः अग्रिमपृष्ठे, अग्रिमपृष्ठे ईकारान्तधातुः, तदनन्तरम् ऊकारान्तधातवः इति विभजनं. तदनन्तरम् ऊकारान्तधातवः, तदनन्तरम् ऋकारान्तधातवः इति पश्यति चेत् विभजनम् अस्ति, तत्र रूपमपि दत्तमस्ति. एजन्तधातवः, तर्हि एकैकस्य गणस्य तत्र विभजनं पश्यामः. अपि च ऊकारान्तधातुषु एकं धातुं स्वीकृत्य रूपं कथं भवति इति चिन्तयामः चेत् तत्र सर्वेषां धातूनां रूपं वयं ज्ञातुं शक्नुमः. भेदः क्लेशः एव न भवति. अपि च अग्रे पश्यति चेत् अग्रिमपृष्ठे ऋकारान्तदातवः, एजन्तदातवः, तदनन्तरं पेज् 28 मध्ये लघु इगुपदधातवः, इत्युक्ते उपदायाम् इक् लघु इक् वर्णः अस्ति, इदुपदधातवः यत्र ह्रस्व इकारः अस्ति उपदायां, तदनन्तरं ह्रस्व उकारः अस्ति. तत्र पुगन्तलघुपदस्य च इति सूत्रं कथं कार्यं करोति इति अपि उक्तमस्ति. एकं धातुं स्वीकृत्य रूपं कथं भवति इति जानाति चेत् सर्वेषां धातूनां रूपं ज्ञातुं शक्नोति. सर्वत्र समानकार्यमस्ति. एतादृशविभजनेन एकस्य धातोः कृते यत् कार्यम् अस्ति तदेव अस्ति सर्वेषां धातूनां कृते तस्मिन् गणे. तदनन्तरम् उदुपदधातवः, तदनन्तरं पश्यति चेत् उदुपदधातवः एव पृष्ठसङ्ख्या अस्ति पेज् 35, ऋदुपदधातवः अस्ति यत्र उपदायां ऋकारः अस्ति, ह्रस्वऋकारः. तदनन्तरम् अग्रिमपृष्ठे पश्यामः चेत् अवशिष्टधातवः, अवशिष्टधातवः इदानीं तत्र यः कोऽपि धातुः अवशिष्टधातवः, तत्र किमपि कार्यं नास्ति, केवलं योजनं वर्णमेलनं इति. तादृशविभजनम् अवशिष्ट धातवः एव, अग्रे गत्वा सर्वे अवशिष्टधातवः. तत्र तदनन्तरं पश्यामः चेत् पेज् 82 मध्ये दिवादिगणस्य विषयः अस्ति. पुनः दिवादिगणे अपि एतादृशविभजनम् एव अस्ति. यदि अग्रे गत्वा प्रथमं तत्र यत्र अङ्गम् अदन्तम् अस्ति तस्य उल्लेखः अस्ति, यथा भुवादिगणः, दिवादिगणः, तुदादिगणः, चुरादिगणः इति प्रथमं तत्र दत्तमस्ति. तदनन्तरं यत्र अङ्गम् अनदन्तम् अस्ति, यथा स्वादिगणे, तदनन्तरं जुहोत्यादिगणे, अदादिगणे इत्यादयः, तेषां रूपाणि सूत्राणि सर्वं दत्तानि. इत्युक्ते यदि भवतः पार्श्वे धातुः अस्ति, यदि धातुं जानाति परन्तु तस्य रूपं कथं भवति, कुत्र द्रष्टव्यम् इति न जानाति, तदर्थं तत्र पुस्तकस्य अन्ते धात्वनुक्रमणिका इति अस्ति, पेज् 281 पश्यति वा, पेज् 280 मध्ये धात्वनुक्रमणिका इति अस्ति. तत्र प्रथमं धातुः अस्ति अक् इति धातुः अस्ति, तस्य अनन्तरं 245 इति सङ्ख्या अस्ति, 245 इति तत्र धातोः सङ्ख्या अस्ति. इदानीं 245 कुत्र अस्ति इति चेत् अत्र पृष्ठसङ्ख्या अस्ति पेज् 36, पेज् 36 मध्ये अककुटिलायाम् अन्ते अस्ति खलु 245 इति तत्र सङ्ख्या अस्ति, धातोः सङ्ख्या. पश्यति वा सर्वे, पश्यन्ति वा, हा 245 इति पश्यति चेत् अक्ककुटिलायाम् इति अस्ति. तदनन्तरं धातोः अर्थः, धातोः रूपम्. एवमेव सर्वेषां धातूनां धात्वानुक्रमणिका इत्यत्र कुत्र अस्ति धातुः, तस्य अर्थः कः, रूपं किं भवति, सूत्रमस्ति वा, सर्वं ज्ञातुं शक्नुमः दृष्ट्वा. भगिनी, मम समीपे सर्वे लकार पुस्तकम् अस्ति, दशपुस्तकानि सन्ति एकैकलकारं कृत्वा हा तदपि अस्ति परन्तु अत्र तु इदानीं वयं तु इदानीमेव व्याकरणे प्रवेशं कृतवन्तः खलु अतः तत्र आरम्भे इदं पुस्तकं समीचीनमस्ति इदं समीचीनमस्ति तत्र सार्वधातुकलकारस्य कृते अस्माकं प्रथमम् अध्ययनं सार्वधातुकलकारस्य कृते अस्ति तदर्थम् इदं पुस्तकं बहु समीचीनम् अस्ति सार्वधातुकलकारस्य कृते दशगणानां रूपाणि सूत्राणि सर्वम् अस्ति अतः यत्र कुत्रापि क्लेशः अस्ति अत्र द्रष्टुं शक्नुमः भगिनी अस्मिन् पुस्तके कस्मिन् गणे कति धातवः सन्ति इति तु न निर्दिष्टं खलु अस्ति खलु इदानीम् अदादिगणे पेज् 157 इति पश्यतु पेज् 157 पश्यति वा पुस्तकस्य नामकरणं प्रक्रियानुसारी पाणिनीयधातुपाठः मम ई पत्रे सर्वदा अस्ति पश्यन्तु मम ई पत्रे यदा अहम् ई पत्रं प्रेषयामि तत्र सर्वत्र अस्ति अदादिगणे इति अस्ति खलु पाणिनीयधातुपाठे अदादिगणे 72 धातवः सन्ति भगिनी प्रथमपुटे अस्ति सर्वगणे कति कति धातवः सन्ति लिखति आल् टुगेदर् इट् इस् रिटन् 10 धातवः भादिगणे 140 दिवादिगणे फस्ट् पेज् विषयप्रवेशः तत्र एव अस्ति वा अस्तु तत्र एव अस्ति भगिनि तत्र अकधातु अस्ति खलु तत्र अधोभागे गतौ अस्ति तस्य अर्थः कः अक्कधातोः तत्र अक्कुटिलायाम् इति अस्ति गतौ इति अपि अन्यः अर्थः अस्ति गतौ इति अन्यः अर्थः अस्ति किन्तु गतौ 792 अस्ति 792 मध्ये किम् अस्ति पाणिनीयधातुपटे कुत्र अस्ति इति प्रायः लिखितमस्ति 792 इति पाणिनीयधातुपटे तत्र सङ्ख्या का इति प्रायः स्यात् एतत्तु पाणिनी सङ्ख्या न तत्र मातुः किं तत्र मातुः तस्य माताजि किं कृतवती इति चेत् पाणिनीयधातून् स्वीकृत्य पुनः विभजनं कृत्वा तत्र भिन्नरूपेण आयोजितमस्ति अत्र धातवः भिन्नरूपेण आयोजितः अतः अत्र तु सङ्ख्या अस्ति 245 इति अस्ति परन्तु पाणिनीयधातुपाठे 792 इति सङ्ख्या इति इत्युक्ते वयं कुसुमाकर पश्यामः चेत् तत्र 792 भवति इति चिन्तयामि दृष्ट्वा तत्र अङ्गीकार अनन्तरं वदामि भगिनि अत्र इति चिन्तयामि अक इति अस्ति चेत् एकक्षणं तत् कुटिलायां गतौ सत्यं भगिनी सत्यमेव भवती उक्तवती 25 पुटे भूधातु तु सङ्ख्या एकमेव सत्यं सत्यं समीचीनम् अस्तु इति तत्र पश्यन्तु अग्रिमसप्ताहे अपि इतोपि चिन्तयितुं शक्नुमः इदानीं समयः अभवत् एतस्मिन् विषये प्रश्नाः सन्ति चेत् एकवारं पश्यन्तु सर्वे प्रश्नाः सन्ति चेत् अग्रिमसप्ताहे चर्चां कर्तुं शक्नुमः परन्तु पुस्तकम् अवश्यं पश्यन्तु यतोहि समीचीनमस्ति भगिनि मम करे पुस्तकं नास्ति क्रीणन्तु भगिनि संस्कृतभारती मध्ये लभ्यते मम ई पत्रे तत्र लिङ्क् अपि अस्ति कुत्र क्रयणीयम् इति लिङ्क् अस्ति पश्यतु मम ई पत्रे अस्ति तत्र भारते कुत्र स्वीकर्तव्यम् अमेरिकादेशे कुत्र स्वीकर्तव्यम् इति अस्ति यु केन् आर्डर् इट् आन्लैन् फ्रम् संस्कृतभारती पुस्तकभण्डार उद्घाटनं न जानामि बट् ऐ नो दट् दे आर् शिपिङ्ग् औट् बुक्स् सत्यं भारते लिङ्क् अस्ति भगिनि मम ई पत्रे लिङ्क् अस्ति पश्यतु अत्र कुत्र क्रयणीयमिति लिङ्क् अस्ति. अस्तु, अत्र स्थगयामः. कोऽपि प्रश्नः वा? अस्तु तर्हि, धन्यवादः. धन्यवादः भगिनी. धन्यवादः भगिनी. धन्यवादः भगिनी. एकक्षणं.